नमस्कारः. अद्य रुदादिगणः इति पाठः अनुवर्तते, पञ्चमबिन्दुः दकारान्तः धातवः इति आरभ्य. तस्मात् पूर्वं भगिनी रामप्रिया भगिनी सारांशरूपेण वदति किम् अत्र रुदादिगणे विषयः कः इति? रुदादिगणे तु सर्वे हलन्तः धातवः सन्ति. तत्र कर्तरीषप् इति कर्त्रार्थे सार्वधातुकप्रत्यये परे प्रथमं कर्तरी शप् भीतः भवति, अनन्तरं शप्पं प्रबाद्य रुदादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः आगच्छति. श्नम् इति मित् अस्ति, अतः मिदचोन्त्यात् परः इति कारण इति परिभाषासूत्रेण अन्त्यात् अचः परः नकारः आगच्छति. तत्र तु अस्माकं परिचित त्रीणि कार्याणि, विकरणप्रत्ययनिमित्तिक अङ्गकार्यम्, अनन्तरं धातुविकरणप्रत्ययोः मेलनं, तिङ्प्रत्ययसिद्धिः, तिङ्प्रत्ययनिमित्तिक अङ्गकार्यम्, अनन्तरम् अङ्गतिङ्प्रत्ययोः मेलनम् इति. तत्र विशेषरूपेण वयं किं दृष्टवन्तः इत्युक्ते, तत्र यदा धातुविकरणप्रत्ययोः मेलनं भवति तदा एव विकरणप्रत्ययनिमित्तिक अङ्गकार्यं भवति श्नम् इति कारणात् इति तस्य अस्मिन् गणस्य वैलक्षण्यमस्ति. अनन्तरं सूत्रद्वयं दृष्टवन्तः वयं, श्नान्नलोपः श्नसोरल्लोपः इति सूत्रद्वयं. श्नान्नलोपः इति सूत्रं श्नं प्रत्यय उत्तरस्य नकारस्य लोपः भवति. अस्मिन् सूत्रस्य प्रसक्तिः सार्वधातुक प्रसङ्गे एव भवति. अनन्तरं श्नसोरल्लोपः इति सूत्रं तु तत्र नकारोत्तरवर्ति अकारस्य लोपः भवति. आम्, तत्र श्नसोरलोपः अकारलोपः भवति. तावदेव किल भगिनि, निमित्तं किमपि सार्वधातुकी इति अपि प्रत्ययेषु एव तस्य कार्यं भवति निति इति. अपितपि निद्वत् अस्ति इति कृत्वा प्रसक्तिः, सूत्रस्य अनुवृत्तिः सार्वधातुके नीतिः इति. एतदपि सार्वधातुकलकारस्य एव कार्यं करोति, श्नसोरल् तत्र श्नम् इति प्रत्ययः एव सार्वधातुक लकारेषु एव आयाति. आं भगिनि, धन्यवादः भगिनि. सरला भगिनी, गते सप्ताहे वयम् आरब्धवन्तः दकारान्तः, किन्तु प्रायः पुनः एकवारं शीघ्रं पठित्वा रूपाणि साधयामः इति कृत्वा भगिनी शीघ्रं पठति किं भगिनि रुधिरिति नाम रुधि इन्द् नाम भगिनि इन्द् इति रूपं साधितवान् महोदय, किन्तु रुधिर् इति अत्र करपत्रे तु रुधिर् इति आरभ्य दत्तवान् वयं कृतवन्तः. अस्तु, गतसत्ये आम् शीघ्रम् अस्तु. रुधिर् रुद् उभयपदी आवरणे रुद्ष्णं मिदुचोऽन्त्यान्तपरः इति सूचेन रुनद् नकार न यष्णं प्रत्यये अस्ति, तस्य धातोः अचवर्णस्य अनन्तरम् आगच्छति इति सूत्रेण. तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं, पित्सु अङ्गकार्यं नास्ति, रुनद् योगति, सन्धिकार्यं रुणद्धि रुनद् आनि रुणद्धि इति चक्ते तत्र जश्वत् भवति, जलाञ्जश्वन्ति इति सूत्रेण धकारस्य धकारः आगच्छति. रुणद्धि रुणद् आनि तत्र रुणद्धानि भगिनि करपत्रं पठितुम् अस्तु, करपत्रमस्ति तत् करपत्रात् पठामि एतानि. किं भवती इच्छति करपत्रात् एव शीघ्रं यत् करपत्रात् पित्सु इति कार्यं नास्ति, केवलं सन्धिकार्यम् अस्ति. लकारस्य परे यत् नकारः अस्ति तस्य अट्कुप्वाङ्न्याये अपि तस्य सूत्रेण नकारस्य नकारः भवति पित्सु सूत्रे, किन्तु यदि अपित्सु अस्ति तत्र न भवति नकार तस्य प्रसक्तिः न भवति शास्त्रसिद्धम् अनन्तरं कार्यसिद्धं कार्यसिद्धं शास्त्रसिद्धम् अनन्तरम् अनुस्वारस्य ई परसवर्णः इति आगतः तस्मिन् समये तु तदनन्तरं तु कार्यसिद्धं कार्यसिद्धं भवति इति सो यदि अपचु अस्ति तत्र श्नसोरलोप इति समूहसकारं भवति प्रथमं श्नसोरलोप इति सूत्रेण नकारस्य न तस्य अकार अपगच्छति रुन्ध इति भवति तदनन्तरं यदि तकार या थकारपदे झषस्ततोध इति सूत्रम् आगत्य कार्यं करोति रुन्धयोगतः झषस्ततोध इति सूत्रेण तकारस्य धकार भवति रुन्ध तदनन्तरं नश्चापदान्तस्य झलि नकारस्य अनुस्वार भवति रुन्ध भवति ध झलाञ्च झषि इत्यनेन धकारस्य धकार भवति रुन्ध योगध अनुस्वारस्य यै परसवर्ण तत् अनुस्वारस्य नकार आगच्छति धकार परे यै प्रत्याहारे अस्ति रुन्धयोगध तदनन्तरं झरो झरि समन्वये आगच्छति विकल्पेन धकारस्य लोप भवति द्वे रूपे प्राप्नुमः रुन्ध वा रुन्ध इति भवति धन्यवादः भगिनि अस्तु अनन्तरं सिपि परे विशिष्टकार्यम् अस्ति इति तदपि सिपि परे लङि सिपि परे दश इति सामान्यतया जलां दशन्ति इति धकारः आयाति अनन्तरं वावसानि इति तकारः आयाति अनन्तरम् अन्यस्मिन् पक्षे दश इत्यनेन रु आदेशः इति स्मरणार्थम् अधुना भगिनी एव लटि इन्द् इति करोति किं इन्धनम् लटि इन्द्रयोगति इति आत्मनेपदी अस्ति इति मन्ये इन्द्र आत्मनेपदी आम् इन्द्र आत्मनेपदी अस्ति अस्तु इन्द्रयोगति इन्द् इति धातुः औपदेशिक अवस्थायां तु इन्द् इति अस्ति खलु श्नम् आगत्य श्नम् आगत्य नन्द् भवति तदनन्तरं श्नान् लोप इति सूत्रेण न परस्य नकारस्य तस्य लोप भवति सो अङ्गम् इनद् भवति इनद् योगते इदानीं श्नासरलोप इति सूत्रेण अकारः गच्छति भवति इन्द्रयोगते नश्चापदान्तस्य जलि इन्द्रयोगते भवति तदनन्तरं धकार तकार तस्य झरो झरि झषसदोध इति सूत्रं कार्यं करोति प्रथमं अतः तत्र तकारस्य स्थाने धकार आगच्छति इन्द्रधे इति भवति तदनन्तरं झरो झरि समन्वये इन्द्रयोगधे जरोजरि सवने इत्स पूर्वं तस्य न अनुसवस्य यै परसवर्णकार्यं करोति इन्द्रयोगधे भवति इन्द्रदनन्तरं जरोजरि सवने कारणं कि क्रम अनन्तरम् अस्ति अनुस्वारस्य यै परसवर्णस्य इन्द्रयोगधे भवति इदानीं जरोजरि सवने इति सूत्रेण दकार एकपक्षे अपगच्छति इन्धे वा इन्दधे इति भवति आते तत्र केवलं नासरलोप अनुस्वार नश्चापदांशस्य चलि अनुस्वारस्य यै परस्तवनद्वयो समूहकार्यं करोति इन्धाते भवति इन्धते भवति यत्र से अस्ति तत्र समानकार्यं भवति यत्र ते अस्ति तत्र पूर्वं श्नासरलोप तदनन्तरं नश्चापदांशस्य चलि इन्धयोगसे तदनन्तरं आगच्छति दकार अनुसा इन्द्रयोगस्य तदनन्तरं किं भवति तकार भवति न खरिच इति भवति इदानीम् एन्त्योगस्य भवति तदनन्तरम् अनुस्वारस्य यै परसवन आगच्छति एन्त्योगस्य इदानीं एन्से इति भवति अत्र पुष्प भगिनि म्यूट् भवति धाते इन् द्वे तत्र अपि चरोचरि श्रवणस्य कार्यं भवति तत्र भवति इन् द्वे वा इन् द्वे इति भवति महे महे तत्र केवलं त्रय समूहकार्यं करोति श्वासलोप नष्टाप्रदान्तचलि अनुस्वरस्य यै परसवन सु तत्र इन्धे इन्द्महे इन्द्महे इति भवति अग्रे पुष्पभगिनी वदति किं लोट्लकारः कार्यानमे अस्मि कार्याने ओ अस्तु वक्तुं न शक्नोति रामप्रिया भगिनी वदति किं भगिनि आं भगिनि तत्र लोट्लकारः इन्द् इति अङ्गमस्ति इन्द् योगः तु इति पित् प्रत्ययः अस्ति पित् प्रत्ययः ओ धन्यवादः इन्द् योगः ताम् इति प्रत्ययः ताम् इति प्रत्ययः तु अपित् अस्ति अतः श्नान्नलोपः इत्यस्य कार्यम् अस्ति आम् अङ्गनिर्माणसमये एव श्नान्नलोपः इति कृत्वा इनद् इति अङ्गम् इनद् अस्तु इनन्द् इति अङ्गमासीत् श्नम् प्रत्ययः आयाति इति कृत्वा अनन्तरं श्नान्नलोपः इत्यनेन इनद् इति अङ्गम् अतः श्नसोरल्लोपः श्नसोरल्लोपः इत्यस्य कार्यं किल सूत्रत्रयस्य अपि समूहः इति समूहस्य अपि सन्ति इति कृत्वा यत्र यत्र अपित् अस्ति सूत्रसमूहः श्नसोरल्लोपः नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रत्रयस्य अपि प्रसक्तिः प्राप्तिः अपि अतः किं भवति इन्द् इन्द् ताम् इति आगच्छति परन्तु जशस्ततोर्धोर्धः इत्यस्यापि प्रसक्तिः अस्ति तत् पूर्वम् आगच्छति किल भगिनि 8-40 जशस्ततोर्लोपः अनन्तरं जशस्ततोर्धोर्धः अनन्तरम् अष्टापदान्तस्य जलि अष्टापदान्तस्य जलि इत्युक्ते इन्द् योगः धाम् दाम् इति जषि जश्वर्णः अतः जलां जश् जषि इन् इन्धाम् इदानीम् अनुस्वारस्य ययि परसवर्णः इन्धाम् जरोजरि सवर्णे दकारस्य लोपः इन् इन्धाम् इन्दधाम् इति रूपद्वयम् अस्तु अनन्तरम् आताम् आतां तु अजादिः अस्ति तत्रापि श्नसोरल्लोपः नश्चापदान्तस्य जलि अनुस्वारसि ययि परसवर्णः इति भूत्वा इन्दाथाम् इति रूपम् इन्दथाम् इति अनन्तरं स्व इति अपि भगिनि एकनिमिष अत्र इन्धाम् इन्दाम् तत्र द्वे प्रथमं तु द्वे महा धकारः भवति तत्तु वावसाने अल्पप्राणधकारः एक महाप्राणधकारः तत् अस्ति न अस्ति वा भगिनि वा अवसाने इत्यस्य प्रसक्तिः अत्र नास्ति नास्ति किमर्थम् इत्युक्ते अवसान अग्रे तु प्रत्ययः अस्ति इन्द् योगः ताम् इत्यत्र जशस्ततोर्दोर्दः इत्यनेन इन्द् योगः धाम् इति भवति अनन्तरं नश्चापदान्तस्य जलि इन्द् योगः धाम् अनन्तरं जलां जश् जशि इन्द् योगः धाम् अनुस्वारस्य ययि परं सवर्णः आम् अल्पप्राण महाप्राण अस्ति जलां जश् जशि अनन्तरम् अल्पप्राण महाप्राण इन्द् धाम् इति अस्ति अनन्तरं नश्च अनुस्वारस्य ययि परसवर्णः अनन्तरं जरोजरि सवर्णे हलः उत्तरस्य जर्वर्णः अस्ति इति कृत्वा इन्द् धाम् इन्द् धाम् महाप्राण एकः एव महाप्राण अग्रे इदानीम् इन्द् योगः स्व इति प्रत्ययः तत्र किं भवति तत्रापि श्नसोरल्लोपः इत्यनेन श्नसोरल्लोपः इन्द् योगः स्व तत्र तु किमपि अन्यत् कार्यं नास्ति सकारः अस्ति अतः अनुस्वारस्य ययि परसवर्णः न भवति नकारस्य लोपः भवति इति मन्ये तत्र भवति न द जलि अस्ति सकारः अनुस्वारस्य ययि परसवर्णः इत्यनेन इन्द् योगः स्व इन्द् योगः स्व खरी च अनन्तरमेव अनुस्वारस्य ययि परसवर्णः अस्तु एतत् नकारः वयम् आनीतवन्तः किल भगिनि इदित् क्षम्यताम् अनिदित् अस्ति इति कारणेन तस्य लोपः अस्तु इन्द् इन्द् इत्यस्मिन् नकारः आदौ एव आसीत् निन्दि इति रूपम् अस्ति अनन्तरं श्नान्नलोपः इति तन्नकारः गतम् अनन्तरं यत् अधुना अस्ति तत्तु श्नं प्रत्ययस्य अस्ति खलु अस्तु अतः तस्य लोपः इति न भवति अस्तु अस्तु अवगतम् अतः खरीच इत्यस्य प्रसक्तिः अपि अस्ति इति कृत्वा इन् इन् स्व इति भवति वा इन्स्व तकारस्य स्थाने तकारः इन्स्व इन्स्व इति भवति वा इन्स्व आथां तु समानकार्यं यदा आथाम् इति दृष्टवन्तः इन्दाथां तत्रापि स्नसोरल्लोपः नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः अनन्तरम् इन्द् योगः द्वं तत्र प्रायः कार्यं भवति इन्द् योगः द्वं इनद् योगः द्वं तत्र श्नसोरल्लोपः इत्यनेन नकारोत्तरवर्ति अकारस्य लोपः इन्द् योगः द्वं इन्द् योगः द्वं जशस्ततोर्दोर्दः इन्द् योगः द्वं आम् इन्द् योगः किल दकारः एव आसीत् पूर्वमेव अतः इन्द् जरोजरि एव एकम् अस्तु जरोजरि जलि अनुस्वारस्य जलां जश् जशि जलां जश् जशि भवति चेत् इन्द् इन्द् अल्पप्राण द्वम् इन्द् द्वम् इदानीं जरोजरि सवर्णे इन्द्वम् इन्द् द्वम् इति रूपम् ऐ आवहै आमहै तत्र प्रायः तत्र तु पित् अस्ति अतः श्नसोरल्लोपः इत्यस्य कार्यं नास्ति इनधै इनदावहै इनदामहै. अस्तु भगिनि, अत्र अग्रे लङ् लकारमहं वदामि. अत्र इन्द् इति अस्ति, तर्हि आडजादीनाम् इतिरेण आकारः आगच्छति, तर्हि आयोगः इनद् इति अङ्गम्. अधुना आटश इत्यनेन वृद्धिः भवति, तर्हि एकारं वर्जयित्वा ऐकारं भवति, तर्हि ऐनद् इति अङ्गम्. ऐनद् योगः त इति स्थितौ, पुनः जशस्ततोर्धोर्धः अस्माकं सूत्र सुसूत्रसमूहस्य प्रसक्तिः अनन्तरं प्रसक्तिः अस्ति. तर्हि प्रथममस्ति श्नसोर्लोपः इत्यनेन नकारोत्तवर्ति अकारः भवति. दशस्ततोर्धः अष्टमध्यस्य द्वितीये पादे अस्ति. तर्हि श्नसोरलोपः प्रथमम्, अनेन नकारोत्तरति अकारस्य लोपः भवति. सरला भगिनी, दूरे भवत्याः ध्वनिः दूरे श्रूयते भगिनि, किञ्चित् पार्श्वे आगत्य वदतु. अस्तु, तर्हि ऐन्द् योगः त इति, अनन्तरं जशस्ततोर्धोदः इत्यनेन ऐन्द् योगः ध, अनन्तरं नशापदान्तस्य जल् इत्यनेन अनुस्वारः, अनन्तरं जलाम्जश्चषि इत्यनेन जष्टुम् अल्पप्राणदकारत्वं, तर्हि ऐन् ऐन्द्योगः ध, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः ऐन्द् योगः ध. अधुना जरोजरि सवर्णे इत्यनेन एकस्मिन् पक्षे ऐन्द, अन्यस्मिन् पक्षे ऐन्ध इति रूपम्. आताम् इति अस्ति, ऐन्द् योगः आताम्, केवलं सूत्रसमूहस्य कार्यं भवति, तर्हि ऐन्दाताम् ऐन्दत, पुनः सूत्रसमूहस्य एव कार्यं, तर्हि ऐन्दत. ताः इति अस्ति, समानकार्यं, यत्र तकारस्य कार्यमस्ति तदेव कार्यं, तर्हि ऐन्द् धाः, ऐन्दाः, अन्यस्मिन् पक्षे ऐन्दाः इति, ऐन्द् धाः, अन्यस्मिन् पक्षे ऐन्दाः इति. अनन्तरम् आताम् इति सूत्रसमूहस्य कार्यं, तर्हि ऐन्धाताम्. अनन्तरम् ऐन्द् योगः ध्वम् इति अस्ति, अत्र केवलं श्नसो सूत्रसमूहस्य कार्यमस्ति, अनन्तरं जलाञ्जशि इत्यपि कार्यमस्ति, तर्हि ऐन्द् ध्वम्. अत्रापि रूपद्वयं वर्तते खलु, ऐन्द् इन्द्वम्, अनन्तरम् ऐन्द्वम् इति रूपद्वयम्. अनन्तरम् इ वहि महि, पुनः सूत्रसमूहस्य कार्यं वर्तते, तर्हि ऐन्दि, ऐन्द्वहि, ऐन्द्महि इति विधिलिङ्ग् लकारः सरला. विधिलिङ्ग् सूत्रसमूहस्य कार्यं करोति, इन्नद् अङ्गम् अस्ति, तदनन्तरं शास्त्ररूप नश्चापदान्तस्य जलि अपि अनुस्वारस्य यै परसवन इति कार्यं कृत्वा इन्ध् इति भवति. इन्धीत, इन्धीताम्, इन्धीरन्, इन्धीथा, इन्धियाथाम्, इन्धीध्वम्, इन्धीय, इन्धिवहि, इन्धिमहि इति भवति. धन्यवादः भगिनि. रामप्रिया भगिनी, गृहे अस्मि भगिनि, गृहे गृहे अस्ति किम्? अस्तु भगिनि, अस्तु, तर्हि भवती अग्रे अग्रे पठति किं भगिनी, शकारान्त दातवः इति. हा आं भगिनि, वदा पठामि, एकनिमिष, किम् अस्ति अत्र, एवमेव चकारस् जरिसवर्णे सन्धिकारे छिन्देव अस्ति इदानीम्. अस्तु, बिद् न सन्धिका नि शिनश् न शिष्यति शिष्य सन्धिका शकारान्ताः दातवः द्वौ धातु शिश्लृ शिश् पिश्लृ पिश् दे अस्ति अत्र कोऽपि अस्ति वा शिशृ शिष् प्रस्मैपदी विशेषणे तिष् शिष् श्नम् मिदचौन्त्यात्परः शिनश् तिङ्प्रत्यय निमित्तकं कार्यं जाकेट् अस्ति पित्सु अङ्गकार्यं अङ्गकार्यमस्ति शिनश् योगः ति सन्धिकार्यं शिनष्ठि शिनश् योगः आनि शिनशाणि अस्तु ओफो अवदातु न इदानीम् आगच्छामि तदेव मूड् द स्क्रीन् मूड् एकनिमिष एकनिमिष ओके शे ओके पिशल् अस्तु श्नासोरल्लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः शिनश् योगः तः शिंश् योगः तः सन्धिकार्यं शिंष्टः सन्धिकार्यं शिनश् योगः ति शुनाष्टुः इत्यनेन शिनष्टि इति आगच्छति तकारस्य परिवर्तनम् अस्ति तकार आदेशः भवति शिंश् योगः अन्ति अत्र लादिभ्यश्नं श्नसोरल्लोपः इत्यनेन तत् अस्ति शिंश् एव आगच्छति पश्चात् नश्चपदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इत्यनयोः कार्यम् अत्रापि भवति तत् यथा रुन्ध् धातोः प्रसङ्गे तथा अत्र अन्ति इत्यस्मिन् अपदान्तस्य नकारस्य अनुस्वारादेशः तु भवति एव ष्टुनाष्टुः दन्त्यन सकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यशकारादेशः तवर्गीयवर्णादेशश्च भवतः मूर्धन्यशकार तवर्गीयवर्णयोः योजनेन अस्तु शिनश् योगः सि षडोः कः सि अत्र ककारः आगच्छति शिनक् योगः सि षडोः कः सि सकारे परे षकारस्य डकारस्य च ककारादेशः भवति षश्च दश्च तयोः तद् सूत्रं स्वयं सम्पूर्णं षडोः कः सि शिनश् योगः हि हूझल्भ्यो हेर्धिः अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् अनुसूय आधारेण रूपचिन्तनं धन्यवादः रामप्रिया भगिनी लट् करोति आम् शिनश् इति इदानीम् अङ्गं शिनश् योगः ति ति इति पित् प्रत्ययः पित्सु तु अङ्गकार्यं नास्ति सन्धिकार्यमेव शिनश् योगः ति शकार मूर्धन्यशकारः अतः ष्टुनाष्टुः इत्यस्य प्रसक्तिः शिनष्टि इति रूपं शिनष् योगः तः तः अपित् प्रत्ययः अत्र सूत्रसमूहस्य कार्यं श्नसोरलोपः नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति कार्यं भूत्वा शिनष्टः तत्रापि भवति किल भगिनी अनुस्वारस्य ययि परसवर्णः कार्यं न करोति न भवति धन्यवादः आम् शिनश् तत्र अनुस्वारः तु तिष्ठति परन्तु स्टुनाष्टुः इत्यस्य प्रसक्तिः अस्ति शिष्टः आम् नासिकया अस्तु शिनश् योगः अन्ति तत्रापि अपित् अस्ति तत्र श्नसोरलोपः अनुस्वारस्य ययि परसवर्णः सूत्रद्वयस्य कार्यं शिंशन्ति इति रूपं शिनश् योगः सि तत्र शिनश् योगः सि ययि परसवर्णः न आयाति खलु भगिनि अत्र न अन्ति शिंश तत्र अनुस्वारस्य उच्चारणं शिंशन्ति शिनश् योगः सि इति प्रत्ययः सि इति प्रत्ययः पित् अस्ति तत्र श्नसोरल् क्षम्यतां श्नसोरल् अपः इत्यस्य प्रसक्तिः नास्ति नश्चापदान्तस्य जलि आं नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः क्षम्यतां नश्चापदान्तस्य जलि इत्यस्य तु प्रसक्तिः नास्ति किमर्थम् इत्युक्ते नकारोत्तर अकारः अस्ति अतः तत्र तस्यापि प्रसक्तिः नास्ति शिनश् योगः सि इत्युक्ते षडोहोकः सि इत्यस्य एव प्रसक्तिः शिनक् योगः सि आदेशप्रत्ययोः शिनक्षि इति रूपं तः अपित् अस्ति शिनश् योगः तः तत्र श्नसोरलोपः इत्यस्य प्रसक्तिः अस्ति परन्तु अनुस्वारस्य ययि परसवर्णः तस्य प्रसक्तिः नास्ति षडो क्षम्यतां ष्टुनाष्टुः इत्यस्य सन्धिकार्यस्य प्रसक्तिः अस्ति शिंष्टः मूर्धन्यटकारः क्षम्यतां महाप्राणटकारः शिंष्टः शिंष्ट अनन्तरं मि अत्र अनुस्वरः एव तिष्ठति आम् अनुस्वरः तिष्ठति अनन्तरं शिनश् योगः मी अनुस्वरः एव तिष्ठति भगिनि शकारः शिनश् योगः मि तत्र शिनश् योगः मि अत्र किमपि कार्यं नास्ति शिनश्मि इति एव भवति आम् शिनश्मि शिनश् योगः वः तत्र श्नसोरलोपः इत्यस्य कार्यम् अनुस्वारस्य ययि परसव क्षम्यतां नश्चापदान्तस्य जलि इत्यस्य कार्यं शिंश्वः शिंश्मः इति अनुस्वारः तिष्ठति एव धन्यवादः भगिनि लोट् अहं करोमि तर्हि शिनश् योगः शिनश् इति अङ्गं तर्हि शिनश् योगः तु इति तर्हि अधुना किम् अस्ति ष्टुनाष्टुः इत्यनेन एव खलु ष्टुनाष्टुः इत्यनेन टकारस्य टकारः तर्हि शिनश्योगः तु शिनष्टु इति एव रूपम् अनन्तरं तात् इति अस्ति पुनः ष्टुनाष्टुः इत्यनेन तर्हि अत्र प्रथमं नश्यापदान्तस्य जलि आगच्छति किं न न प्रथमं तु नश्यापदान्तस्य जलि अनन्तरमेव चतुर्थ अध्यायस्य अष्टम अध्यायस्य चतुर्थपादे अस्ति. तर्हि प्रथमं नष्टापदान्तस्य स्थितिः, अनन्तरं ष्टुनाष्टुः इत्यनेन तकारस्य टकारः, अनन्तरम् अनुस्वारस्य ये परसवर्णः इति कृत्वा, क्षम्यताम्, अत्र परसवर्णः नास्ति, शकारः अस्ति इति कृत्वा शिष्ठात् इति समानकार्यं शिष्ठाम्. अनन्तरम् अन्तु अत्र तु केवलं क्षम्यताम् श्लोकोर्लोपः अनुस्वारस्य नशापदान्तस्य जलि इति सूत्रद्वयोः एव कार्यं. तर्हि शिंशन्तु, अनन्तरं शिंश योगः हि इति अस्ति, अधुना हु जल् व्योर्हेद्दि इति सूत्रस्य प्रसक्तिः कार्यं च. तर्हि हकारस्य स्थाने दकारः, तर्हि शिनश्योगः हि इति न तस्मात् पूर्वं श्नसोर्लोपः इत्यनेन अकारोत्तर नकारोत्तरवर्ति अकारस्य लोपः, तर्हि शिंश् योगः हि अनन्तरं हुजल्भ्योर् हेद्दि इति हकारस्य दकारः, तर्हि शिंश् योगः धि इति. अधुना शिंश् योगः धि, अधुना ष्टुनाष्टुः इत्यनेन शिंश् योगः ढि इति, ढि इति भवति खलु, ढि इति भवति. अनन्तरं नष्टापदस्य चलि प्रथमम् आगच्छति, अष्टनष्टुः प्रथमं खलु, अष्टनष्टुः अस्तु अस्तु अस्तु, नष्टापदान्तस्य जलि प्रथमं. तर्हि अनुस्वारः आयाति शिंश् योगः ढि इति, अनन्तरं अष्टनष्टुः इति कृत्वा शिंश् योगः क्षम्यतां धि इति, अनन्तरं शृणष्टुः इति कृत्वा डि इति, शिंश् योगः डि. अधुना जलां जष्टशि इत्यनेन शकारस्य डकारः आयाति शिण्ड् योगः ढि इति, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन शिण्ड् योगः ढि, अनन्तरम् अस्ति जरोजरि सवर्णे इत्यनेन शिण्डि इति एकस्मिन् रूप एकस्मिन् पक्षे, अन्यस्मिन् पक्षे शिण्डि इति अन्यस्मिन् पक्षे, शिण्डि इति एकस्मिन् पक्षे जरोजरि सवर्णे इत्यनेन, अन्यस्मिन् पक्षे शिण्डि इति. जरोजरि सवर्णे इत्यनेन अल्पप्राणडकारस्य लोपः. भगिनि हुजल्भ्यो हेदि श्नस्वरलोपतयो मध्ये श्नस्वरलोपतस्य सूत्रं संख्या अस्ति षष्ठमध्यासे चतुर्थपादे एकादश उत्तर एकशतं, झुजल्भ्यो हेदि तस्य क्रमः अस्ति षष्ठम् अध्यायस्य चतुर्थ अध्याये एक अधिकम् एकशतं. भूर्जल्यो यदि प्रथमं कार्यं करोति वा महोदय? परसूत्रं शश्नसोरल्लोपः इति अस्ति खलु, परसूत्रम् इत्येव, अत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यम्. एकनिमिषं पश्यामः किम् अस्ति. उभयोः अपि द्वयोः अपि किमस्ति अन्यत्र अन्यत्र सूत्रस्य प्रसक्तिः हूजल्भ्यः एकमस्ति वर्णनिमित्तिकं कार्यमस्ति खलु हूजल्भ्योर्हेदि इति, तत्र तु किमपि केवलं हि प्रत्ययस्य इति उक्तमस्ति, किन्तु अन्यत्र अन्यत्र लब्धावकाशः इति वक्तुं शक्यते किम्? आम् अन्यत्र अन्यत्र लब्धावकाशः अस्ति खलु, अत्र तु श्ना प्रत्ययस्य अनन्तरम् अस् धातोः इति अस्ति, हूजल्भ्योर्हेर्दि तस्य कार्यं जलन्तेभ्यः दातुभ्यः दि प्रत्यये परे इति अस्ति. तर्हि अन्यत्र कार्यं करोति, यदि प्रथमम् एकम् आगच्छति या अन्य आगच्छति, द्वयोः कार्यं भवितुं शक्नोति. यदि शिनश्योगैः हूजल्भ्यो हेदि प्रथमं करो कुर्मः तदनन्तरम् एकत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति, एकत्र प्राप्तिः अपि अस्ति खलु, तस्मिन् समये एव विप्रतिषेधे परं कार्यम् इति परकार्यस्य कार्यं भवति खलु. एकत्र प्राप्तिः तु भवति, अत्र एकत्र प्राप्तिः अस्ति, किन्तु अन्यत्र अन्यत्र अति लब्धावकाशः अस्ति खलु. दकारः कथम् आयाति? किं सूत्रं वदति भगिनि? हुजल्ब्योर्हेद्दि इति सूत्रेण एव धकारः आगच्छति. डकारः ष्टुनष्टुः इति. सो अन्यत्र अन्य लब्धावकाशः इति एव मन्ये भगिनि. रामप्रिया भगिनी किं चिन्तयति भगिनि? सोरलोपः हूजल्भ्यो हेर्दिः तयोः मध्ये विप्रतिषेधम् अस्ति वा न वा इति प्रश्नः. आम् इति प्रश्नः. किमर्थं सोरलः लोपः आदौ कार्यं करोति, किम् आदौ कार्यं करोति इति प्रश्नः. तत्र न करोति चेत् तस्य अन्यत्र अन्यत्र लब्धावकाशः नास्ति वा इति, परन्तु तत्र तु अस्ति एव किल. अस्ति एव अन्यत्र अन्यत्र अस्ति इति कृत्वा विप्रतिषेधे परं कार्यम् इति परन्त्रेण परकार्यं चसोरलोपः परसूत्रम्, अतः तद् प्रथमम् आगच्छति. अनन्तरम् अवसरः अस्ति इति कृत्वा पूजल्भ्यो हेर्भिः सूत्रमपि तस्य कार्यमपि भवति. अत्र नकारः न आयाति भगिनि इत्युक्ते नकारः अस्ति कृष्णं प्रत्ययस्य भवति नत्वं न भवति एव न उक्तवती खलु. अहं तु न उक्तवती विषये एव कथं शकारः अस्ति अस्ति भगिनि भवति किं कार्यसिद्धम् इति पूर्वं पठितवन्तः खलु. यत्र अनशापदान्तस्य जलि कार्यं करोति तत्र तु नत्वस्य कार्यं न करोति. अत्र अत्र तु एतावत् पर्यन्तं न उक्तवती. वयं तु अस्ति न पित् अस्ति तत्र कार्यं करोति न. तत्र तु शकारः अस्ति खलु, अल्पप्राणशकारः एव अस्ति खलु. अल्पप्राण कथम् आयाति? क्षम्यतां, तालव्यशकारः अस्ति खलु. तालव्यशकारस्य तु नत्वं नास्ति. अस्ति मूर्धन्यशकारः भगिनि. एतत् अनन्तरमेव अस्ति खलु, पूर्वं नास्ति खलु भगिनि. नकारात् पूर्वं रसाभ्याम् इति पञ्चमी अस्ति खलु. आम् अस्तु. अनन्तरं टात् इति तु पूर्वमेव दृष्टवन्तः. अत्र तु पुनः किमस्ति, नशापदान्तस्य जलि, अनन्तरम् इत्यनेन अनुस्वारः, अनन्तरं ष्टुनाष्टुः इत्यनेन टकारः भवति, शिंश् योगः टात् इति तावदेव खलु. शिंष्टात् इति अनन्तरं तं शिंष्टं शिंष्टं टकारः अस्ति चेत् जलां झषि न भवितुम् अर्हति खलु. झषि नास्ति इति भगिनि ध्वनिः न श्रूयते भगिनि. पुनः न श्रूयते भगिनि, भगिन्याः ध्वनिः दूरे अस्ति. अस्तु, शिंष्टात् इदानीं शिंष्टात् भवति न, शिंष्टात् तत्र तकार अन्तिमवर्ण अस्ति तत्र जलां दशन्ते वावसाने इति. आम् आम् आं तत्तु भवितुमर्हति. शिष्टाद् शिष्टात् इति आगच्छति निश्चयेन भगिनि. धन्यवादः. आम् आम् आं तत्तु अहं नितरां विस्मरामि. आम् अनन्तरं तम् इति शिष्टं शिष्टात् आनी इति शिनश्योगः आनि केवलं वर्णमेलनं शिनशा अत्र तु अट्कुप्वाङ्नं व्यवायवि इत्यनेन णत्वं भवति शिनशाणि अन्तिमनकारस्य प्रथमनकारस्य तु न भवति शिनशाणि शिनशाव शिनशाम इति सर्वे तु पित् सन्ति आडुत्तमस्य पिच्च इति सूत्रेण आरोपितं भवति पित्वम् सरला भगिनी लङ् वदति लङ् प्रथमम् अस्माकम् अङ्गमस्ति शिनश् लङ् लुङ् लिङ् षडात् इति सूत्रेण अडागम् आगच्छति अशिनश् इति भवति अशिनश् योगकार अस्ति हल्याङ्ग दीर्घार्थसुतिस्य त्यक्तम् इति सूत्रेण तकारस्य लोपः भवति अशिनश् भवति तदनन्तरं वावसाने इति सूत्रेण अशिनद् भवति झल्लाङ्गशंसे इति अशिनद् अशिनद् इति अशिनद् इति द्वे रूपे आगच्छति साधु अशिनद् वा अशिनद् तदनन्तरं काम् इति अस्ति अशिनश्योगतां तत्र प्रथमं शिनासरलोपकार्यं भवति अशिन्श्योगतां नशा अशिन्श्योगतां नशापदास्य चलि अशिन्श्योगतां तदनन्तरं श्नाष्टुः इति सूत्रम् अशिष्टाम् इति भवति अनुस्वारसवर्णकार्यं न करोति कारणस्य शकार मूर्धन्यशकार यै प्रचारे नास्ति अन् इति त्रय द्वे सूत्रे कार्यं करोति लोप अपि नश्चापदांस्य चलि अशिषन् इति भवति अशिनश्योग सकार प्रकूल सूत्रेण सकारस्य लोपः भवति पुनः द्वे रूपे आगच्छति अशिनद् वा अशिनद् वावसाने वा जलाङ्गशन्ति तथैव पूर्वगता भवति अशिष्टं भवति अशिष् इति भवति अशिनश्योगं वर्णमेलनं भवति अशिनशं शिंश्व अशिंश्व अशिंश्मम् इति भवति धन्यवादः पुष्पा भगिनी भवती पूर्वम् उक्तवती खलु मध्यमपुरुषे णत्वं भवति इति णत्वं तत्र भवति क्षम्यतां केन सूत्रेण रषाभ्यां नूनः इत्यनेन न भवति किन्तु अनुस्वारस्य यगि परसवर्णः इति अधुना डकारः डकारः यदा आगतः तस्मिन् समये अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः आयाति अनुस्वारस्य अवगतं तद् अत्र षिण्ढि इति रूपद्वयं तत्र तु नकारः नत्वम् आयाति अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णः अत्र सर्वे अपित् अस्ति शिंश् इति एव तिष्ठति अङ्गं रूपं शिंश्यात् शिंश्यातां शिंश्युः शिंश्याः शिंश्यातं शिंश्यात शिंश्यां शिंश्याव शिंश्याम धन्यवादः पिष्यपि समानरूपाणि खलु न द्रष्टं न पश्यामः पिनश् इति भवति प्रायः समयः अस्ति चेत् अन्ते कुर्मः भगिनि समीचीनं किम् हिंस् इति कुर्मः तत्र रामप्रिया भगिनी पठति आं भगिनि सकारान्ताः दातवः एकः धातुः हिंसि हिंस् इति भवति हिंसि हिंस् परस्मैपदी हिंसायां हिंसि हिंसि एव किल भगिनि, हिसि नास्ति, हिंसि एव हिसि एव इदितनुं धातोः इत्यनेन तत्र नकारः आयाति. ओ हिसि एव वा, तत्र किमपि अस्तु अस्तु, हिसि हिंस् भवति, अस्तु. इदितोनुं धातोः इत्यनेन हिंस् नश्चापदान्तस्य जलि हिंस् योगः श्नम् इदानीम् अस्माकं विकरणप्रत्ययः मिदचोन्त्यात् परः इति अन्तिम अच्छा परः हिन हिनन्स् इकारः हिनन्स् इति हिनन्स् श्नान्नलोपः हिनस् नकारलोपः भूत्वा हिनस् इति अङ्गम्. इदितोनुं धातोः इदितः धातोः नुम् आगमो भवति. सूत्रं स्वयं सम्पूर्णं इदितः धातोः नुम् इदित् धातुः अस्ति अतः नुम् आगमः भवति. श्नान्नलोपः श्नं प्रत्ययोत्तरस्य नकारस्य लोपो भवति. अनुवृत्तिसहितसूत्रं श्नात् अङ्गस्य न लोपः, तदेव वयं दृष्टवन्तः हिनस् इति भवति. तिङ् प्रत्ययनिमित्तिक अङ्गकार्यं कृत्सु अङ्गकार्यं नास्ति. हिनस् योगः ति हिनस्ति, हिनस् योगः आनि हिनसानि इति भवति. अपित्सु श्नसोरलोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः हिनस् योगः तः हिंस् योगः तः अनन्तरं सन्धिकार्यं भूत्वा हिंस्तः. अस्तु, सन्धिकार्यम् इत्युक्ते नश्चापदान्तस्य जलि इत्येव. अनन्तरं करी च इत्यस्यापि यथासङ्गं फलं यथावत् सकारः जलि चरी च. अस्तु, करी च जलहस्थाने चरादेशो भवति करी परे. अनुवृत्तिसहितसूत्रं जलां चर् करी च संहितायां. हिंस् योगः तः तत्र करी च आगच्छति चेत् अपि तदेव तिष्ठति किल. अस्तु, लोटि हि स्थाने धि तदा धकारादिप्रत्यये परे सकारान्तधातोः सकारस्य लोपः धी च इति सूत्रेण इदं जलां झष् झषि इत्यस्य अपवादः. अस्तु, धी च इति जलां झष् झषि इति सूत्रस्य अपवादः कुत्र कार्यं करोति इत्युक्ते हिंस् योगः हि तत्र हूजल्भ्यो हेर्भिः इति सूत्रेण हि स्थाने धी आदेशः, हिंस् योगः धी. इदानीं धी च इति सूत्रस्य प्रसक्तिः सकारलोपः भवति, हिन्दी इति भवति. इदानीम् अनुस्वारस्य ई परसवर्णः हिन्दी इति रूपम्. अस्तु, धी च सकारस्य लोपो भवति धकारादिप्रत्यये परे धी अनुवृत्तिसहितसूत्रं धी च सस्य लोपः धकारादिप्रत्यये परे सकारस्य लोपः अतः हिन्दी इति रूपं. लङि सकारान्तधातूनां तिपि सिपि च कार्यं तिप्यनस्तेः इत्यनेन लङ्लकारस्य तिपि परे सकारान्तपदस्य सकारस्य धकारादेशो भवति. अहिनस् योगः त प्रत्ययः इदानीं हल्ञाभ्यो दीर्घस्तुतिस्य पृक्तं हल् इति सूत्रेण त प्रत्ययस्य लोपः ह अहिनस् इति पदं जातम्. इदानीं तिपि अनस्तेः इति सूत्रस्य प्रसक्तिः पदान्ते स्थितस्य सकारस्य धकारादेशो भवति इत्युक्ते अहिनद् इति भवति. तदा विकल्पेन चर्त्वं चर्त्वं भवति चेत् अहिनत् इति अहिनद् अहिनत् इति रूपद्वयं. परन्तु अत्र दकारः तिपि अनस्तेः इति सूत्रेण भवति. परन्तु जलां जशोन्ते इत्यस्य अपि प्रसक्तिः अस्ति किल भगिनि, अहिनद् जलां जशोन्ते तद् प्रभाद्य एव तिपि अनस्तेः इति कार्यं करोति खलु. अस्तु अस्तु अस्तु, किं प्रभाद्य किं प्रभां जश् जलां जश्नुते इति प्रभाते. तिपि अनस्तेः पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे, परन्तु अस् धातोः न भवति. इदं सूत्रं ससजुषोरुः इत्यस्य अपवादः. ओ अस्तु, सकारः अन्ते अस्ति, ससजुषोरुः सामान्यसूत्रमस्ति जलां जशोते तद् प्रभाद्य ससजुषोरुः तदपि प्रभाद्य तिपि अनस्तेः. अनुवृत्तिसहितसूत्रं पदस्य सह दः तिपि अनस्तेः सिपि धातोरूर्वा सिपि धातोरूर्वा वदति इत्यनेन लङ्लकारस्य सिपि परे ओ क्षम्यतां सिपि परे लङ्लकारस्य सिपि परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशो भवति दकारादेशो रुत्वं वा भवति सिपि धातोरूर्वा वदति अहिनस् योगः स सकारलोपः अहिनस् सिपि धातोरूर्वा इत्यनेन विकल्पेन रु आदेशः अहिनद् अहिन अहिनद् इति एकपक्षे अन्यत् पक्षे अहिनरु इति सिपि धातोरूर्वा अहिनरु चेत् इत्यस्य ऊ इत्यस्य इत्संज्ञा भवति अहिनर् करवसाने विसर्जनीयः इत्यनेन अवसाने रेपस्य विसर्गादेशः अहिनः आहत्य रूपत्रयम् अस्ति तत्र अहिनद् अहिनत् अहिनः इति रूपत्रयम् अहिनद् इति रूपं तु तिपि अनस्तेः इत्यनेन आगच्छति अहिनत् इति चत्वं भूत्वा अहिनः इति सिपि धातोरूर्वा अस्तु सिपि धातोः इति सकारे परे नास्ति खलु तिपि धातोरूर्वा इत्यनेन एव रूपद्वयं वा इति अस्ति अस्तु वा इति सिपि परे एव उक्तम् अस्ति इति कृत्वा सिपि धातो अनुवृत्तिः आयाति तिपि अनस्तेः इत्यस्मात् अस्तु अवगतम् अहिनद् अहिनत् अहिनः सिपि धातोरूर्वा वदति पदान्तस्य सकारस्य विकल्पेन रु आदेशो भवति सिपि परे रु अपक्षे सस्थाने दकारादेशः जलां जशोन्ते इत्यनेन धातोः पदस्य सः रु वा सिपि अस्तु अत्र पठामि वा भगिनि एकः पठतु अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः अस्मिन् प्रसङ्गे सर्वसामान्यसूत्रं जलां जशोन्ते सकारः जली अस्ति अनेन सूत्रेण पदान्ते सकारस्य जष्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः स्थानेन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतवर्गस्य तृतीयसदस्यः दकारः भवति अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः जलां जुषोन्ते इति सूत्रेण परन्तु ससजुषोरुः तस्य अपवादः अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशो भवति पुनः तिप् प्रत्यये परे तिपि अनस्तेः तस्य अपवादः अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति एवमेव सिप् प्रत्यये परे सिपि धातोरूर्वा ससजुषोरुः इत्यस्य अपवादः अनेन सिपि परे पदान्तस्य सकारस्य विकल्पेन रु आदेशो भवति तस्य अभावे सर्वसामान्यस्तु स्थितिः जलां जशोन्ते इत्यनेन स स्थाने दकारः अस्तु भगिनि इदानीम् अवगतं जलां जशोन्ते इति किमर्थम् अनुवृत्तिः न आयाति तिप्यनस्तेः इत्यस्मात् दः इत्यस्य अनुवृत्तिः अपि स्वीकर्तुं शक्यते खलु किमर्थं जलां जशोन् आं तदेव पर्याप्तं खलु तिप्यनस्तेः इत्यनेन इत्यस्मात् अनुवृत्तिः दकारः इति प्रायः समीचीनं भवेत् खलु नो चेत् किं भवति जलां जशोन्ते प्रभाद्ये एव एतानि सर्वाणि कार्याणि अभवन् पुनः जलां जशोन्ते किमर्थं स्वीकुर्मः इति कृत्वा प्रश्नः उदेति खलु भगिनि तर्हि तिप्यनस्तेः इत्यस्मात् एव दः इति अनुवृत्तिः अपि आयाति वा इति अस्ति इति कृत्वा रु वा दः सिति इति वक्तुं शक्यते खलु पृच्छामः महोदय किमर्थम् एतादृशं लिखितवान् इति आं भगिनि पूर्वं चर्चा जाता किन्तु अधुना न स्मरामि किमर्थम् इत्युक्ते कुत्रचित् महोदय अस्मान् पाठितवान् खलु यद् बाधितं तद् बाधितमेव इति तर्हि जलां दशन्ते प्रभाति एव अन्ये सूत्राणि आगच्छन्ति पुनः जलां दशन्ते इति आगमनेन दोषः भवति खलु अस्माकं तादृशसूत्रस्य केवलं यदि तोर्णं धातु स्नाङ्गलोप तस्य कथं नकारस्य अपगच्छति स्नाङ्गलोप नष्टापदान्ते कथम् आगच्छति इति तत्र चर्चा जाता तत्र समाप्तं भवति. रूपाणि न साधितानि किं रूपाणि न पठितं वर्गे? ओ एवं किम्? अस्तु एवम् अत्रैव स्थगितवन्तः. तर्हि यदि वयं किमपि धातोः रूपाणि साधयामः किं भगिनि? यदि धातु तस्य अनन्तरं शादन्तस्य जले आगच्छति वा स्नानलोप आगच्छति, कस्य कार्यं प्रथमं भवति? अत्र इदितोलं धातोः इत्येन नुमागमः भवति. तर्हि समीचीनप्रश्नः भगिनि, किमर्थं तस्य नशापदान्तस्य जल् इत्यस्य आवश्यकता एव नास्ति तत्र, खलु? आमामां, तस्य आवश्यकता नास्ति, केवलम् इदितोलं धातोः अनन्तरं श्नं प्रत्ययः इति स्नानलोपः प्रत्ययः आयाति, अनन्तरं स्नानलोपः. सत्यम् अस्ति, तद्वत् भवति. तत्र यत् यद् दत्तमस्ति तस्य महोदय भवत्याः कार्यं चिन्तयतु भवति इति समाप्तं आमां, ममापि तदा एव अवगमनम् अस्ति, किमर्थं न शावदान्तस्य जले अत्र आवश्यकता नास्ति इति एव. मिदच्छोन्त्यात् परः अन्तिम अचुवर्णात् परः इति कृत्वा किं भगिनि? यदि मिदिचोन्त्यात् पर आगच्छति हिंस भवति, तथापि समीचीनमेव खलु. नश्चापदान्तस्य जलि न भवति एव चेदपि न भवति इति चिन्तयामः. तर्हि इदितोम् नुन्दातोः इति नुमागमः उपादायाम् अनन्तरम् इदचोन्त्यपरः अन्तिम अचुवर्णः तु हकारोत्तरवर्ति इकारः अस्ति, तस्य अनन्तरम् आयाति नकारः. तर्हि हिनन् इस् इति अस्ति, अधुना श्नान्नलोपः इत्यनेन श्नं प्रत्ययस्य उत्तरस्य नकारस्य लोपः, तर्हि हिनस् इति रूपं. समीचीनमेव भगिनी यत् उक्तवती सत्यमिति मन्ये. नशापदान्तस्य जले इति आवश्यकता अहम् अधुना तु न पश्यामि, महोदयस्य किमपि अन्य विषयः अस्ति वा इति न जाने. अस्तु, तर्हि अधुना हिंस इत्यस्य रूपाणि पश्यामः किं, नो चेत् पिश् इत्यस्य पश्यामः किम्? पिश् तु पूर्वं कृतवन्तः, हिंस करणीयं चेत् कुर्मः. रूपाणि वदामः, तद् तद् कुर्मः. किम् अस्ति भगिन्याः एव क्रमः, भगिनी करोतु भगिनि. अस्तु, लटि भवति अङ्गमस्ति पिश् धरति खलु भगिनि, धरति वा किं सम्यक् ध्वनि भगिनि? हेड्सेट् धृतवती किं? वयर्ड् हेड्सेट् धरति किं, नो चेत् ब्लूटूत् धरति किं? नो न, ब्लूटूत् अस्ति, वयर्ड् एव अस्ति किं? तथापि सम्यक् न श्रूयते, अहं न जानामि कदा कदा कदाचित् दूरे अस्ति. अनन्तरं भगिनी यदा तस्य तु परिवर्तनं करोति तस् स्थानम् अनन्तरं सम्यक् श्रूयते, अनन्तरं पुनः दूरे भवति. भवत्याः मौत् पीस् अस्ति खलु, साक्षात् अधः अस्ति किं भवत्याः मुखस्य अधः? तत्र तथा स्थापयतु मौत् पीस्, मुखस्य अधः साक्षात् अधः स्थापयति चेत् प्रायः सम्यक् श्रूयते. तावद् नास्ति किन्तु शृणुमः. श्रोतुं शक्नोमि किन्तु अस्तु क्लेश योग प्रथमम् आगच्छति नश् इति भवति भगिनि यदापि चर्चा अभवत् यदि श्नम् आगत्य इति अङ्गकार्यमस्ति वा न अस्ति श्नम् इति विकरणप्रत्ययः अस्ति खलु श्नम् इति प्रत्ययस्य आगमनम् अङ्गकार्यम् इति किम् महोदय पृष्टवान् अङ्गकार्यम् अस्ति वा नास्ति श्नम् इति आगमनं किम् श्नम् इति आगमनं तु अङ्गकार्यम् अस्ति खलु उक्तवान् अङ्गकार्यम् अस्ति प्रत्ययविधानम् अस्ति केवलम् अङ्गकार्यं नास्ति हिमा भगिनी उक्तवती षष्ठम् अध्यासे आगच्छति श्नम् इति किमपि भवति उक्तवती श्नम् इति प्रत्ययस्य केवलं प्रत्ययस्य आगमनम् अङ्गकार्यं नास्ति इति उक्तवान् किम् आगमनं तु आगमनम् एव अस्ति प्रत्ययस्य आगमनं तदनन्तरं यत् कार्याणि सम्भवन्ति यदा श्नान्नलोपः इति सर्वं तत्सर्वं तु अङ्गकार्याणि सन्ति यदि वयं लङ् श्रोणाद् इति वयं वदामः श्नम् इति आगत्य तत्र अङ्गकार्यं नास्ति इति केवलं प्रत्ययविधानम् अस्ति इति धातोः परिवर्तनम् अस्ति अङ्गकार्यं अनन्तरं यदा वयं श्नान्नलोपः इति लिखामः तत् अङ्गकार्यम् केवलम् आगमनम् अङ्गकार्यं नास्ति इति अस्तु भगिनि मम अन्यत् संशयः अस्ति अत्र अनिदितामलद् उपादायानिति इत्यनेन कदापि श्नम् प्रत्ययस्य लोपः न जायेत् लोपः न भवति खलु किमर्थम् अस्ति चेत् न भवति खलु न तत्र अभ्यकार्यमस्ति इति कारणे तत् न आगच्छति ओ अस्तु आमामां तत्तु पूर्वं दृष्टवन्तः अधुना स्मरामि आम् अग्रे वार्ता भगिनि अस्तु पिनष्टि पिंष्टः पिंशन्ति पिनक्षि पिंष्ठः पिंष्ठ पिनष्मि पिंश्वः पिंश्मः इति भवति लटि अस्तु पुष्पभगिनि लोट् वदति किं भगिनि शिनष्टु अस्मि अस्मि अस्तु हा अत्र शिनष्टु पिनष्टु भगिनि पिनष्टु पिनष्टु पिंष्टात् पिंष्टाम् अत्र रूपद्वयं वर्तते खलु दकारः पिंष्टां पिंशन्तु पिंशन्तु हि तु who shall be your hair dhi dhakarah pinch pinch yoga hi di pin dhakarah agachati shunashtu ityanena na dhakar am bagini dhakar se pinch yoga hi di di agachati दि प्र षकारस्य परिवर्तनं करोति तत्तु जलांजशोतेन जलांजशि इत्यनेन डकारः आगच्छति नकारः आगच्छति ज्ञायते शिण्डि शिण्डि पिण्डि पिण्डि पिण्डि पिण्डि पिञ्च् पिण्डि जरोजरिसवर्णदीर्घ इत्यनेन एक एव तिष्ठति डकारः पिण्डि अल्पप्राणदकारः मूर्धन्यदकारः मूर्धन्य एव मूर्धन्य एव पिंष्टात् पिंष्टाद् पिंष्टं पिंष्ट पिंशानि पिंशाव न पिनशानि पिनशाव पिनशाम नकारः भवति नत्वं भवति पिनशाणि इति पिनशाणि पिनशाणि पिनशाव धन्यवादः भगिनि रामप्रिय भगिनी लङ्लकारम् आम् अपिनश् इति अङ्गम् अपिनश् योगः त प्रत्ययः हल्ण्याभ्योदिकचतुस्य कृतं हल् इति सूत्रेण त प्रत्ययस्य लोपः अपिनश् इति भवति अत्र किं भवति अपिनश् इत्युक्ते जलां जशोन्ते इत्यनेन अपिनड् वा अवसाने इत्यनेन अपिनट् अनन्तरं ताम् अपिनश् योगः ताम् तत्र अस्माकं सूत्रसमूहः परन्तु अनुस्वारस्य ए परसवर्णः कार्यं न करोति अपिष्ट् ताम् अतः अष्टुनाष्टुः इत्यस्य अपि कार्यं अपिंश् आम् आं धन्यवादः भगिनि अपिंष्टाम् इति रूपम् अनन्तरम् अन् तत्रापि सूत्रसमूहम् अनुस्वारस्य ययि परसवर्णः त्यक्त्वा अपिंशन् अनन्तरं स अपिनड् अपिनट् तत्रापि जलां जशोन्ते वावसाने अपिष्टं ष्टुनाष्टुः इत्यस्य कार्यम् अपिंष्टम् अपिंष्ट इति का इति रूपम् अनन्तरम् अम् अं तत्र किमपि कार्यं नास्ति अपिनशं वम तत्र सूत्रसमूहस्य कार्यम् अपि तत्र अनुस्वारस्य परसवर्णः तत्रापि न आगच्छति अपिंश्व अपिंश्म धन्यवादः भगिनि अनन्तरं विधिर्लिङ्ग् अस्ति यात् यातां युः अत्रापि सूत्रसमूहः केवलम् अनुस्वारस्य परसवर्णः वर्जयित्वा तर्हि पिंश्यात् पिंशातां पिंश्युः पिंशाः पिंशातां पिंशात पिंश्यां पिंशाव पिंश्याम इति रूपाणि अस्तु भगिनि समीचीनम् अत्र किमपि सूत्रस्य कस्यापि सूत्रस्य पुनरलोकनम् आवश्यकं किं समयः वर्तते इति कृत्वा सर्वे अपि मस्तके तु अधिके अधिकाः विषयाः सन्ति अधुना इतोपि पठामि चेत् इदानीं वर्गे अल्प विरमान स्लो इट् वास् स्लो लास्ट् यु नो हिस् क्लास् दट्स् आल् अ लिटल् बिट् किमपि भगिनी वर्गे किमपि अन्यत् कृतवन्तः किं चर्चितवन्तः वर्गे न न न इट् स्लो पीपल् कुड् रिमेम्बर् द सम् आफ़् द सूत्रास् अण्ड् हि केप्ट् आस्किङ्ग् हि वास् अ लिटल् मोर् नाट् जज्मेण्टल् हि वास् लैक् मोर् टेस्टिङ्ग् अस्तु कदाचित् प्रश्नः पृच्छति चेदेव वयं पठामः मनसि मनसि स्थितः गच्छति अत्र अद्यतन तु वर्गार्थं वयं सूत्रसमूह त्रीणि सूत्राणि मुख्यतया दृष्टवन्तः यत् वयं नितरां विस्मरामः तिप्यनस्तेः इति तत्र तु तिपि परे सकारान्तधातोः दकारः विकल् दकारः आयाति खलु इति तिपि परे इति खलु पदान्ते खलु तिप्यनस्तेः इति आं पदान्ते सकारान्तधातोः दकारः भवति एकमेव रूपं विकल्पेन धातुरूपि तदनन्तरं प्रथम इत्यनस्येः अनन्तरं तस्य एव अनन्त तत् साक्षात् अनन्तरं द्वि अग्रिमसूत्रमस्ति सिपि धातुरूर्वा किन्तु तत्र विकल्पेन दकारः वा सकारान्तधातूनां सकारे परे रु आदेशः विकल्पेन भवति अन्यस्मिन् पक्षे दकारः अनन्तरं तृतीयं तस्यैव अनन्तरम् अस्ति दश इति सूत्रं तद्वदति दकारान्तधातूनां सकारे परे सिपि परे रु विकल्पेन आदेशः भवति तर्हि तत्रापि दकारः नो चेत् रु इति आदेशः विकल्पेन इति दश इति सूत्रम् दश अत्र नास्ति न दकारान्त दकारान्तधातूनां विषये वयं दृष्टवन्तः सर्वे चिन्तयन्ति पदान्ते इति सत्यं सिपि धातुरूपा दश दश इति त्रीणि सूत्राणि अपि पदान्ते एव कार्यं यदि सकारे परे किं किं कार्यं भवति एकम् अस्ति आदेशप्रत्ययः यदि सकारे परे यककार इङ्को वर्णप्रथम अस्ति चिन्तनम् इति भवति द्वितीयमस्ति दीक्ष इति यदि सकारधातुः अस्ति तत्र सकार सामान्यकार्याणि सत्यं भगिनि सकारस्य हकारः हि इति प्रत्ययः भवति इति कृत्वा तत्र कुत्रचित् लोटि तु हि प्रत्ययः आयाति स इति प्रत्ययस्य स्थाने तस्मिन् समये हू जल् ब्युर् हेर्ति इति अनन्तरं तकारः तकारयोः स्थाने तु विशिष्टसूत्रं जलाञ्जश्चषि इति अधिकतया पश्यामः यत्र हलन्तदातवः सन्ति तर्हि जलाञ्जश्चषि जश्यन्तदातुः अस्ति चेत् जलां क्षम्यतां किमस्ति दशस्ततोर्दोर्दः इति सूत्रम् एकाचो बशो बश् दशन्तोः इति तदपि सकारे परे अनन्तरं द्वे शब्दे परे इति परन्तु अधिकतया न आगच्छति किल भगिनि तद् केवलम् आमां 3-4 इति किमपि पश्यामः चेत् यदि झष् भवति आदौ तृतीयवर्णः अस्ति चेत् यदि आदौ यदि धातोः आदौ अल्पप्राण तृतीयवर्ण तृतीयसमुदायस्य कश्चन वर्णः अस्ति चेत् एकाशोभशोभश्च इत्यस्य अधिकतया प्रसक्तिः आयाति कुत्रचित् कार्यं तस्य तु किं किं किम् इफ् देर् इस् अ वर्ब् धातुः यत्र धातोः आदिमवर्णः तृतीयसमुदायस्य वर्णः अस्ति चेत् उदाहरणार्थं बश् प्रत्याहारेषु किमपि वर्णः अस्ति चेत् जकारं विहाय घ इति आयाति चेत् उदाहरणार्थं वयं दह् धातुः दुः धातुः इति सर्वं दृष्टवन्तः खलु तत्र सर्वत्र आयाति आदौ तु दकारः अस्ति इति कृत्वा तृतीयसदस्यः इति कृत्वा जकारं विहाय अन्ये भगिनी प्रश्नं पृच्छामि यदि वयं पूजा कुर्मः तत्र ममोपास इति सङ्कल्पक वदति पण्डितः सो ममोपास मम उपास इति तत्र उपास कथम् आगच्छति उपसर्गक पादातुः रक्षणे इत्यपि पादातुः अस्ति खलु भगिनि उपात इति प्रायः तत्र लिट्लकारे इति केचन स्थलेषु आगच्छति किल भगिनि उवाच इति लकारः कः बच् धातुः अस्ति ओ तथा उवाच तादृशम् तत्तु वचधातोः उकारः भवति, किमर्थम् इत्युक्ते वचधातोः बकारस्य उकारत्वं भवति, किं वचिस्वपि यदि नाम इति सूत्रेण अन्यत् अस्ति तत्तु उपात. एतत्तु पात इति अहं मन्ये प्रायः उपसर्गः अस्ति किम् इति. उवाच इति लिट्लकारे अपि अस्ति भगिनि, उवाच इति. किन्तु तत्र तु बकारस्य एव उकारः भवति, अत्र तु पात इति उपात इति एव उक्तवती खलु भगिनि. ममोपात पण्डितं प्रथमं वदति ममोपात इति. अहं चिन्तितवती पा धातु कित् प्रत्ययः अस्ति वा, पश्यामः. पाथ इति पादातुः पारक्षणे इति अस्ति, अदादिगणे अस्ति, अदादिगणे अस्ति लिट् तो पपौ इति रूपम् आगच्छति, नास्ति अतः किमपि अन्यत् न भवति वा. ककारस्य लोपः भवति त पात इति आगच्छति पादधातुकम्. प्रायः भिन्न. अहं एकनिमिषम् अहं मुद्रणस्य स्थगनं करोमि, अनन्तरं चर्चयामः.